नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र कर्मणि भावे लुङ् इति पाठः अन्तिमभागे स्मः। गतसप्ताहे वयं मितां ह्रस्वः मिता धातूनां विषये किञ्चित् चिन्तनं कृतवन्तः। तत्र किञ्चित् शास्त्रीयचिन्तनमपि आसीत्। अनन्तरं तत्र वयं शं धातुः विषये एव चिन्तनम्। अनन्तरम् इदुपदधातोः तत्र रिच् धातुः रूपाणि दृष्टवन्तः। रिचिरुदादौ अनिट् इति धातुः रूपाणि दृष्टवन्तः। तस्मात् एव तत्र एकं सूत्रमस्ति, तत् पठित्वा लिक् धातुः रूपम् इदानीं साधयामः। महोदय, भवान् एव आरम्भं करोति वा? भगिनि, तत्र किञ्चित् ध्वनिः अस्ति, अनन्तरं करोमि मम वाचिं। आम्, अस्तु, नास्ति चिन्ता। अरुणा भगिनी, नास्ति चेत् अरुणा भगिनी, आं भगिनि, तत्र सूत्रं लिङ् सिचाम् आत्मनेपदेषु इति सूत्रं पठतु। इदुपदधातवः इत्यस्मिन् भागे स्मः। तत्र सूत्रम् एकवारं पठतु, अनन्तरं लिक् धातुः रूपं साधयतु। ओके भगिनि, लिङ् सिचौ आत्मनेपदेषु इति इगुपदधातुभ्यः जलादि लिङ् सिच् च खित् भवतः आत्मनेपदेषु प्रत्ययेषु परेषु तदादिविधिः इत्यनेन जल् लिङ् सिचौ इत्युक्ते जलादि लिङ् सिचौ। इकः हलन्तात् इत्यस्मिन् इकः षष्ट्यन्तम् इक् सम्बन्ध हल् तदन्तात् इत्यर्थः। लिङ् च सिच् च तयोः इतरेतरद्वन्द्वः लिङ् सिचौ। लिङ् सिचौ पदमान्तम् आत्मनेपदेषु सप्तम्यन्तं द्विपदपदं सूत्रम् इको झल् इत्यस्य सम्पूर्णतया अनुवृत्तिः। हलन्तात् च इत्यस्मात् हलन्तात् इत्यस्य अनुवृत्तिः। संयोगालिट् खित् इत्यस्मात् खित् इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रमस्ति इकः हलन्तात् जल् लिङ् सिचौ कितौ आत्मनेपदेषु। अतः तत्र इगु धातुः इगु उद्युपता अस्ति चेत् जलादि प्रतिलिङ् सिच् प्रत्यय अस्ति चेत् देशे कित् भवति, ततः गुणः भवति पगन्तलघुपदस्य इति सूत्रेण। सम्यक् भगिनि, अन्येभ्यः सम्यक् न श्रुतं भगिनि? तत्र तस्याः ध्वनिः तत् इण्टर्नेट्। ओ ओ ओ, न श्रूयते वा? श्रूयते वा? आम्, सत्यम्, अस्तु, आं श्रूयते। सूत्रं सम्यक् एव, लिङ्क्स् आत्मनेपदेषु तत्र इगुपदधातुभ्यः जलादि लिङ्क् स्विच् अस्ति चेत् तत्र कित् भवति। कित् भवति यदा भवती उक्तवती, तत्र गुणनिषेधः आत्मनेपदेषु प्रत्ययेषु परेषु इत्येव। अतः जलादि लिङ्क् स्विच् इत्येव अस्माकं विवक्षा अस्ति। समीचीनं वा? लिङ्ग् इति तत्र आशीर्लिङ्ग्? आम्, आशीर्लिङ्ग्। अग्रिमपाठः तदेव किल, आशीर्लिङ्ग् सिच् इति अस्माकम् इदानीं लुङ् प्रत्ययः। आत्मनेपदेषु प्रत्ययेषु परेषु एव तस्य कार्यम्। अतः यदा वयं परस्मैपदी कर्तरीरूपं पश्यामः, तस्मिन् समये प्रायः अस्य प्रयोगः भवति वा इति चिन्तनीयम्। सिच् प्रत्ययः अस्ति चेत्, आत्मनेपदी प्रत्यय परे अस्ति चेत् प्रायः भवति। अत्र कर्मणि कर्तरि इति किमपि न उक्तं। सिच् प्रत्ययः आवश्यकः, आत्मनेपदी प्रत्ययः परः आवश्यकः, तावदेव। जलादि सिच्, अतः सातां सत इति जलादिः किल, अतः तत्रापि प्रायः भवेत् एव। ताः ताः प्रथम मध्यपुरुष एकवचन, मध्यपुरुष बहुवचन अस्ति, द्वौ एव खलु? सा साथां सथ सिच् प्रत्ययः जलादिः जल एव किल जलि इडागम यत्र न भवति तत्र एव जल् सत्यं जलादि सिच् सत्यं जलादि सिच् अहं चिन्तितवान् तत्र तिङ् प्रत्यय जलासि इति अतः इडागम न भवति जलादि आं जलादि सिच् अस्ति चेत् तत्र गुणः न भवति इत्येव तत्र इडागमः अस्ति तद् तादृशचिन्तनं नास्ति जलादि सिच् अस्ति चेत् गुणः न भवति जलादि लिङ्ग् अस्ति चेत् जलादि सिच् इत्युक्ते तत्र इडाग भवति चेदेव जलादि न भवति खलु तावदेव खलु अन्यथा सिच् इति सिच् इति जलादि एव खलु आं सत्यम् तदेव ते प्रायः डिडक्षन् रूपेण यत्र सेट् अस्ति तत्र इडागमः भवति किल तत्र प्रायः तेषां तद् अनिष्टं नास्ति इष्टं नास्ति तद् अतः एव जलादि सिच् इति उक्तवन्तः यत्र इडागमः भवति इति न उक्तवन्तः इत्युक्ते तत्र वयं यदा धातुः सेट् अस्ति चेत् प्रसक्तिः अस्ति वा इति द्रष्टव्यं तावदेव अतः कर्तरी कर्मणि इति विवक्षा नास्ति केवलं जलादिसिच् वा जलादिसिच् अस्ति चेत् आत्मनेपदिप्रत्यये परे अस्ति चेत् इत्येव उक्तम् अतः कर्तरी अपि तस्य प्रसक्तिः भवति एव किल जलादिसिच् अस्ति चेत् अग्रिमपाठः तत्र आशीर्लिङ्ग् तत्र आगच्छति वा इति द्रष्टव्यं परस्मैपदी इत्येव उक्तं तत्र आगच्छति वा इति द्रष्टव्यम् अस्तु भगिनी भवती एव रिच् धातुः एव पुनः करोतु एकवारम् अतः वयं भेदः अवगन्तुं शक्नुमः अरुणा भगिनी रिच् करोतु अनन्तरं लिक् कुर्मः तत्र भेदः कुत्र अस्ति कुत्र नास्ति इति द्रष्टुं शक्नुमः ओके रिच् धातुः रुदादिगणे अस्ति अनेक् अस्ति अत्र कोऽपि नूतनसूत्रं नास्ति भगिनि रिच् योग अरिच् योगः इ अरिचि अत्र कार्यं भवति वा इति पश्यतु भगिनि लिङ्क् च वात्मनेपदेषु इत्यनेन तत्र रिच् इति इगुपदधातुः अस्ति चिण् इति तत्र इ एव अवशिष्यते तद् जलादि सिच् अस्ति वा सत्यं समीचीनं इदानीं तत्र उपदायां कीदृशवर्णः अस्ति अस्ति अतः कार्यं किं भवति सामान्यकार्यं सामान्यतया जल् प्रत्यये परे लिङ्ग् अण्ड् सिच् चित् भवति सत्यं परन्तु अरिच् इत्योग अरिच् योगः इ तत्र उपदायां कः वर्णः अस्ति इकारः अस्ति अस्य कार्यं किं भवति अरेचि गुणः सत्यम् आम् अग्रे अरिच् योगः अनिट् अस्ति केवलं साताम् चकारस्थाने चोकुः इत्सुतेन अकारः भवति अरिक् भवति अरिक् योगः साताम् अत्र सातां जल्वर्णः अस्ति अतः गुणनिषेधः भवति अभिक्षताम् सत्यं तत्र आदेशप्रत्ययो रिक्षाताम् इति भवति सत्यं अरिक्षयोगः सताः किं भवति अरिक् भवति अरिक् योगः सतः अत्र जल्वर्णः अस्ति ततः गुण न भवति अपेक्षता. अत्र इतोपि एकं कार्यम् अस्ति, जल्लुतरस्य सकारः अस्ति. तत्र सकारस्य किमपि कार्यम् अस्ति, जल् उत्तरस्य सकारस्य लोपः भवति जलिपरे. स्मरति वा सूत्रं? जलो जलि, जलो जलि 826, जलो जलि. जल् उत्तरस्य सकारस्य लोपः भवति जलिपरे. इदानीं जल् अस्ति, जल् उत्तरस्य सकारः अस्ति, तदपि जलिपरे अस्ति. था इति अपि जल् वर्णः एव, अतः तत्र सकारस्य लोपः भवति. ताः स्थाने दकार आगच्छति. किमर्थं कारः? चलो खलु जलि, जलि खलु खलु सामान्य खलु तत्र लीक् लीक् अरिक् योगः ताः सकारलोपः जातः. इदानीं किमर्थं अरिक् किमर्थं तावदेव सकारः ताः सत्यं सकारः तकारः द्वितीयवर्णः अरिक्ताः इत्येव सत्यम्. अग्रे अरिक्ताम् अत्रापि सकारलोपः भूत्वा अरिक्तासां कुत्र भगिनि सकारलोपः पुनः? अरिक् योगः सातां. किमर्थं तत्र सकारलोपः? अरिच् अस्ति परिपुदं तथा जल जष्टि इति सूत्रेण अनन्तरम् अकारः अस्ति, आकारः अस्ति अरिक्षाता यदा प्रथमपुरुषे द्विवचने कृतवती समानकार्यमेव मध्यमपुरुषे द्विवचने अपि भवति. सामान्यतया तत्र भेदः कदापि इदानीं पर्यन्तं वयं न दृष्टवन्तः किल. तत्र चोहोकुः अरिक् प्रथमपुरुषद्विवचने अरिक् योगः सातां, चोहोकुः अरिक् योगः सातां. तत्र गुणनिषेधः लिङ् सिचाम् आत्मनेपदेषु. किमर्थम् इत्युक्ते तत्र जलादि सिच् प्रत्ययः, अतः गुणनिषेधः आदेशप्रत्ययोः अरिक्षाताम् इति भवति किल. समानकार्यमेव मध्यमपुरुषद्विवचने अपि. वदति वा? अरिक् भवति प्रथमं अरिग्ध्वम् जष्ट्वम्. आम् सत्यं चोकोकुः अरिग्धम् अनन्तरं जष्ट्वम् अरिग्ध्वम् अरिग्ध्वम् भवति. अरिक् अधिक्षी भवति सत्यम्. अधिक्षि अधिकार अस्ति वसि वसि सा वसि ऐम् रैटिङ्ग् डौन् दक्षिणी अत्र अरिक् भवति प्रथमम् अरिक्षि भवति सत्यम्. अरिक्षि अरिक्षावहि अरिक्षामहि भवति अरिक्ष्वहि अरिक्ष्महि इष्वहि इष्महि किल अरिक्ष्वहि अरिक्ष्महि न इडागमः से सेत् किल धातुः क्षम्यताम् अनिट् धातुः किल किम् अनिट् धातुः किल आं भगिनि स्महि स्महि एव भगिनि स्महि स्महि एव अरिक्ष्वहि अरिक्ष्महि तत्र अतः तत्र धातुः अनिट् तत्र लिङ्ग्स् च वात्मनेपदेषु इत्यनेन जलादि लिङ्ग्स् प्रत्यये परे कित् भवतः अतः तत्र गुणनिषेधः भवति प्रथमपुरुष एकवचने गुणः भवति चिन् प्रत्ययः इति कारणेन अग्रे तु न भवति समीचीनं वा इदानीं पश्यामः भेदः कः इति उषा भगिनी लिक् धातुः करोति वा आं भगिनि लिक् धातोः लिक तु धातौ सेट् सेट् अस्ति चेत् प्रत्ययः प्रथमपुषः इच्छिङ्गद्भावम् अस्ति ईशाताम् इषत सेट् इत्यस्य कृते इडागमेन इषाताम् इषत इष्टाः इषाताम् इद्वम् इषि इष्वहि इष्महि इति भवति अत्र लिङ्क्स् इचौ आत्मनेपदेषु इति ईग् उपतधातवः अस्ति अत्र लिक् हलन्तात् जल् लिङ्क्स् इचौ हलन्तात् हलन्त अपि अस्ति लिक् इति जल् जल् अत्र नास्ति जलि जल् लिङ्क्स् इचौ प्रत्ययः अत्र नास्ति इषाताम् इषत इष्टाः इति इडागमेन इडागमेन जल् अत्र न दृश्यते जल् आरम्भतः न दृश्यते इत्यनेन लिङ्क्स् च आत्मनेपदेषु इत्यस्य सूत्रस्य कार्यं न भवति लिक् लिक् इति धातोः च प्रथमपुरुष एकवचनं लिक् योगः चिण्वद्भावेन इट् इ इति भवति नाट् इट् लिङ्ग् लिक् योगः इ चिण्वद्भाव लिक् इति उपदा इ अस्ति इत्यनेन गुणः भवति लेक् लेक् इ लेखि भवति अनन्तरं प्रथमपुरुष द्विवचनं इषातां लिक् योगः इषातां गुणनिषेध नास्ति गुणनिषेध अलि अलेक् आं भगिनि अलेकि या धन्यवादः अलेकि इषाताम् इत्यस्य कृते भगिनि अत्र चिण्वद्भावः अपि नास्ति खलु नास्ति नास्ति गुणनिषेधातुः किल अजन्तदातु एव अजन्तदातु ओके इषातां सो लिक् चिन्वत् नास्ति सो अले अलिकिशातां अलिकिशातां गुणः भवति वा किमर्थं न भवति किमर्थं भवति वयमपि वदतु चिण्वद्भावः अस्ति चेत् चिण्वद्भावः अस्ति चेत् अजन्तदातु कृते देन् वृद्धि अस्ति वा इति चिन्तनीयं परन्तु अत्र उपदा इग् उपदा अस्ति वृद्धि सर्टन्ली नास्ति गुण अस्ति वा इति चिन्तनीयं गुण अस्ति वा इति कृते लिङ्क्सिचौ आत्मनेपदेषु इत्यनेन झल् प्रत्ययः परः अस्ति चेत् एव गुणनिषेधः इति सूत्रेण पठितम् अत्र इशाताम् इति चिण्वद्भावः अपि नास्ति गुणनिषेधः अपि नास्ति गुण अपि नास्ति गुणनिषेधः अपि न भवति गुणः किमर्थं नास्ति इति वदतु गुणः कथं भवति भावः अभावः द्वयमपि कथं भवितुम् अर्हति भावः वा अभावः वा इतोपि एकमेव किल घटः अस्ति वा नास्ति वा तादृशं चिन्तनं गुणकारः गुणः नास्ति इति गुणः गुणनिषेधः नास्ति इति उक्तवती सम्यक् जलादि नास्ति जलादि सिच् नास्ति बट् इशाताम् इति आर्धदादिकप्रत्ययः अस्ति परन्तु सर्टन्लि नाट् सार्वदादिक आर्धदादिकयोः अजन्तदातु नास्ति परन्तु लिक् धातोः उपदा अस्ति पुगन्तलघु उपदस्य च इत्यनेन गुणः अस्ति वा अत्र अस्ति इति मम चिन्तनम् लेख् एव भवति लेख् सत्यम् अलेखिशाताम् अलेखिशातावदेव एवमेव सर्वत्र अलेखिशाताम् अलेखिशत अलेखिष्टाः अलेखिशाताम् अलेखिद्वम् अलेखिषि अलेखिष्वहि अलेखिष्महि तत्र विभाषेटः भवति वा विभाषेटः इणः इति खलु विभाषेटः सूत्रं किं वदति विभाषेटः कार्यं किं भगिनि इणः परः इट् अस्ति चेत् रूपद्वयं इणः लोपः वा भगिनि कार्यद्वयं तत्र ध्वं द्वम् इति ओ ओ इणः परः इट् ओ द्वम् इति इद्वम् इत्यस्य कृते सो अलेखी अलेख् योगः इद्वम् अलेख् योगः इद्वम् इत्यस्य कृते अलेख् इणः इणः अलेख् ख् ख् इद्वम् इ इति इटः इणः परः इट् नास्ति भगिनि इण्वर्णः अस्ति वा नास्ति इण्वर्णः नास्ति ककारः इण्वर्णः अस्य कृते नास्ति भगिनि सो विभाषाटे विभाषाटः इत्यनेन सूत्रस्य विभाषेटः इत्यस्य कार्यं नास्ति सो अलेखिद्वमेव एकमेव रूपं सत्यं सम्यक् अलेखिद्वम् अलेखिषि अलेखिष्वहि अलेखिष्महि ओके अस्तु सम्यक् धन्यवादः अतः इदुपददातवः समाप्तः इदानीम् उदुपद पश्यामः तत्र रिच् अलिक् रिच् धातुः लिक् धातुः द्वयमपि इदुपदधातुः तत्र पुगन्तलघुपदस्य च इत्यस्य सम्भावना अस्ति परन्तु रिच् धातोः लिङ्सिचौ आत्मनेपदेषु इत्यनेन तत्र जलादि सिच् प्रत्ययः परः अस्ति चेत् तत्र कित्वम् आरोपितमस्ति परन्तु तद् लिक् धातोः कृते न भवति किमर्थम् इत्युक्ते धातुः सेट् अस्ति इति चिन्तनं समीचीनम् अस्ति वा अस्तु विजया भगिनी उदुपदधातुः उद् करोति वा धन्यवादः महोदय एकनिमिषम् अत्र उदुपदातवः तुद् इति अस्ति तुद् प्रथमम् एतत् सर्वं लुङ् अस्ति अतः अडागमः भवति आयोगः अत्र तुद् भवति इदानीं चिन्वत् भावः अस्ति चेत् अत्र इडागमः भवति न इकारः एव तिष्ठति अत्र इदानीं तुद् आ योगः तुद् योगः इकारः अस्ति अत्र तुद् अत्र उकारः अस्ति उपदायाम् अत्र एतत् दातवः सुधादिगणे गुटादयः इति अन्तर्गणः अस्ति अस्मिन् अन्तर्गणे कुट् इत्यस्मात् आरभ्य कुङ् इत्यन् कुङ् कुङ् पूर्वं भगिनि क्षम्यतां तस्मात् पूर्वम् उदुपददातवः कुटादयः न उदुप एतत् तुदादौ अस्ति अनिट् अस्ति अनिट् अस्ति अतः इडागमस्य चिन्तनमेव नास्ति व्याकरणस्य चिन्तनं नास्ति चेत् नास्ति, परन्तु अत्र उकारः अस्ति उपदायाम्, अतः अत्र कुपन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति वा महोदय? सत्यम्, आम् भवति एव, अवश्यं भवति. आम्, अतः आयोगः उकारस्य स्थाने ओकारः भवतु, अतोद् अतोदि इति भवति. समीचीनं वा? सम्यक्, अतोदि इति एकवचने. आम्, द्विवचने करो. अनन्तरम् अत्र ईशातं भवति, ईशातम् अत्र अनिट् धातुः. ओ आमामामां, साताम् इति अस्ति, क्षम्यतां महोदय, साताम् इति अस्ति अत्र. जल्वर्णः अस्ति, अतः तत्र जलो जलि इत्यनेन सकारस्य लोपः भूत्वा जल्वर्णः अस्ति. साताम् इति अतुद् योगः साताम् जल् जल् जल्व सकारे परे इतोपि एकः जल्वर्णः आवश्यकः. पूर्वमेव भवत्या उक्तमेव दीर्घ आकारः अस्ति, अतः तत्र एतत् कार्यं न भवति एव, अतः तत्र सामान्यसन्धिकार्यम् अकारः तुद् अतो शाताम् इति भवति वा महोदय? न न, साताम् इति सकारः तु खर् वर्णः अस्ति किल, अतः किं भवति नकारस्य तुद्योगः साताम्, सकारः खर् करिपरे, अतः तत्र तृतीयवर्णः भवति वा सकारस्य स्थाने? तृतीयवर्णः एव ध किल, अतः प्रथमवर्णः अचर्त्वं भवति. अत्रापि वदतु तत्र किमर्थं तत्र गुणः न भवति इति. तत्र कित् अस्ति खलु महोदय? धातुः कित् नास्ति, तत्र कित् नास्ति, जलादिसिच् इगुपदधातुभ्यः जलादिसिच् इगुपदः एव किल, इक् वर्णः रुड्, अतः तत्र गुणः न भवति. अवगतं वा? तत्र गुणनिषेधः अस्ति, कित्वम् आरोपितम्. कित्वम् आरोपितम्, अनन्तरम् अत्र जलादि सिच् अपि अस्ति, अनन्तरम् इक् इक् एव इक् अपि अस्ति अत्र तुद् इति खलु महोदय? सत्यम्. इदानीम् अतुत् साताम् इति अतुत् साताम् अतुत् साताम् अतुत् अतुत् सत अतुत् सत, अनन्तरं स्ताः इति अस्ति, स्ताः इदानीं तत्र अपि किमस्ति, जलो जलि इति कार्यं न भवति एव अत्र. सकारः अस्ति परन्तु मध्ये जल्वर्णः नास्ति, दीर्घ आकारः भवति खलु महोदय? आमामां, साताम् इति अस्तु, स्थाः इति अस्ति, अतु अतुताः. सत्यम्, अतुत्ताः अतुत्ताः. अनन्तरं तत्र साताम् इति अस्ति, तत्र किमपि कार्यं नास्ति एव, जलो जलि इत्यस्य सकारस्य लोपः न भवति. पूर्वमेव दृष्टवन्तः तादृशमेव अतुत् साताम् अतुत् साताम् इति भवतु. अनन्तरं तत्र अतुत् साताम्, अनन्तरम् अत्र द्वम् अस्ति, तत्र विभाषेटः इत्यनेन किमपि कार्यं नास्ति एव, अतः द्वम् एव भवति खलु महोदय? सत्यम्. अतुत्वम् इति भवति. सत्यम्, अत्र कोऽपि कार्यं नास्ति, अतुत्वम् अतुत्वम् एव भवति. अनन्तरम् अतुत्सि अतुत्सि अतुत्स्वहि अतुत्स्महि. सत्यं, समीचीनं वा? सम्यक्. तत्र यदा तत्र कर्वर्णः परे अस्ति चेत् तत्र चर्त्वं भवति, यदा कर्वर्णः परे नास्ति चेत् तादृशमेव तिष्ठति. अतुध्वम् इति तत्र जलुत्तरस्य सकारस्य लोपः जलि परे एव भवति, अतः तत्र अतुत्ताः. तत्रापि कित्वम् आरोपितम्, अतः गुणः न भवति इत्येव. समीचीनं वा? अवगतं किल? आम् आम् महोदय, मया लिखितमपि. धातुः अनिट् अस्ति. सम्यक् भगिनि, धन्यवादः महोदय. इदानीं वक्तुं शक्यते वा मुद् धातु? आम् भगिनि, आम् सेट्. मुद् इति सेट् अस्ति, तर्हि सिच् अपि इडयोग्य अस्ति, अतः तत्र इडाः भवति, अतः तत्र लिङ्ग् सच वा आत्मनेपदेशी इत्यस्य गुणनिषेधः न भवितुमर्हति. अतः अमुद् योग इ अमोदि इति भवति, अमुद् योग इशाताम् इति अस्ति, तर्हि इडागमः इड् जलादि नास्ति, जलादिसिच् नास्ति, अतः इड् भवति अथवा गुणः भवति अर्हति. अमोदिशाताम् अमोदिश् इति भवति, अमोदिशाताम् अमोदिशत, अमोदिष्टाः अमोदिशाताम् अमोदिड्वम् एव भवति अत्र, अमोदिड्वम् एव तत्र एकमेव रूपम् अस्ति. अमोदिशि अमोदिष्वहि अमोदिष्महि इति किमपि कार्यं. समीचीनं, तत्र गुणनिषेधः नास्ति, अतः गुणः एव भवति. अस्माकं सकारलोपः इत्यस्य अवसरः नास्ति, किमपि अन्यसन्धिकार्यस्य अपि अवसरः नास्ति. तदेव भेदः तुद् मुद् द्वयोः. यदा वयं रिच् लिक् दृष्टवन्तः समानरीत्या. सम्यक् वा? अस्तु, इदानीम् अग्रे सरामः. अरुणा भगिनी पठति वा कुटादयः इति अन्तर्गतः? आं भगिनि, कुटादिभ्यः कुटादयः इति अन्तर्गणः अस्ति. तुदादिगणे कुटादयः इति अन्तर्गण अस्ति. अस्मिन् अन्तर्गणे कुट इत्यस्मात् आरभ्य खुड् इत्यन्तं पञ्चत्रिंशत्तम सूत्र धातवः सन्ति. येषु अधिकेन हलन्ताः अदुपधातवः सन्ति. पञ्च अजन्तधातवः अपि सन्ति. गाङ्कुटादिभ्यो गाङ् आदेशात् कुटादिधातुभ्यः च नित् भिन्नप्रत्ययः निद्वद्भवति. आदेशेषु ते द्वन्द्वकुटादयः बहुव्रीः. गाङ् च कुटादय च ते काङ्कुटादयः तेभ्यः काङ्कुटादिभ्यः. च नन् च तयोः इतरेतरद्वन्द्वः इनौ किमर्थम् इनौ इति यस्य स द्वन्द्वगर्भबहुव्रीः. ननित् अनित् नञ् तत्पुरुषः. सूत्रं स्वयं गाङ्कुटादिभ्यः अनित् ओके वयं पूर्वं पठितवन्तः. कुटादिभ्यः कुटादयः इति अन्तर्गणः अस्ति तुदादिगणे. अत्र पञ्चत्रिंशतं धातवः सन्ति, सर्वे हलन्तदातवः उपधादातवः उदुपधातवः. पञ्चदातवः अजन्तदातवः खु गु घृ नु घृ इति सूत्रं वदति. धातु कुटादिगणे अस्ति वा अण्ड् च आङ् आदेशः अस्ति चेत् गुणनित्वं भवति, प्रत्ययनित्वं भवति. के प्रत्ययः इत्युक्ते नित् भिन्नप्रत्ययः अस्ति चेदेव. समीचीनम्. तत्र नित् भिन्नप्रत्ययः अस्ति चेत् नित्वत् भवति इति. गाङ्गादेशात् गुटादिधातुभ्यः तद् द्रष्टव्यं, गाङ्गादेशः कुत्र भवति इति. पञ्चमी कारणात्, पञ्चमी कारणपञ्चमी कुत्र इङ्ग् इति धातु कृते, इङ्ग् इति धातु कृते भगिनी. ओ एवं वा, ओ अस्तु. गाङ्ग् आदेशात् गुटादिधातुभ्यः च पञ्चमी, पञ्चमी वा. इङ्ग् धातोः कृते ऐ थिङ्क् गाङ्ग् इति आदेशः वा. द्वयमपि अस्तु अस्तु. एकं वन् टु वन्. अतः तत्र विशेषणविशेषभावः तु नास्ति. एकं तु एकवचने अस्ति, द्वितीयं तु बहुवचने अस्ति. वन् टु वन् किल. गाङ्गुट् आदिभ्यो इच्छ गाङ्गुट् आदिभ्यः पञ्चमी बहुवचनम्. अनित् प्रथमायकवचनं, नित् प्रथमायकवेशनम्, अतिदेशसूत्रम् gang gang to study and the verb put to be grouped and the rest are as if they had an indicatory akarang it except those affixes which have an indicatory nit or nit. All affixes after the verb gang to study and the verb put to be grouped rest. Adeshah the gang is substituted for the verb ing in certain tenses in which the verb ing is defective. Kimartham defective na jana adi was okay. Astu astu ing ityasya gang iti yada adeshah bhavati tada asya sutrasya prasakti. Adhyagishtah adhi yogah adhi yogah ing yogah sich yogah tha iti pratyayah. तत्र अधि इति उपसर्गपूर्वक, अधि उपसर्गपूर्वक, अद् उपसर्गपूर्वक इङ् धातुः. सो अध्य अध्यगीष्ट इति रूपम् आगच्छति. इङ् इत्यस्य घा इति आदेशः. हि स्टडीड् अध्यगीष्ट अध्यगीष्ट अध्यगीषतः अध्यगीष्ट अत्यगीषत. बहुवचने कथं रूपम् आगच्छति? उत्तमपुरुष बहुवचने गीष्वहि गीष्महि किल. अत्यगीष्महि सम्यक् वा? गीष्महि सम्यक् एव किल भगिनि. इषि इष्वहि इष्महि अद्य इषि तत्र किमपि अन्यकार्यं नास्ति. अद्य गीष्महि इति भवति किल. अद्य गीष्महि अद्य गीषि अद्य अद्य गीषि किं महोदय? तदेव सम् 2450 इति सूत्रम् उक्तमस्ति. विभाषा लुङ् लृङ्गोः लुङ्गि लृङ्गी च परतः इङ्गो विभाषा गाङ्गादेशो भवति. अनन्तरं किम् अस्ति, किं कार्यम्? इतोपि एकं कार्यम् उक्तमस्ति. भूमास्ता पा जहाति सां हलि. तद् तु वयं सर्वदा विस्मरामः, तदेव गाङ्ग् टु स्टडि गा इति तत्र गै धातोः विषये इति न उक्तं परन्तु अत्र भूमास्तासां इति भवति अनेन एव भवति इति उक्तं भूमास्तापाजः अस्ति सां हलि एव अतः अध्यगीष्ट इति आगच्छति अस्माकं बहुवचने न न अस्माभिः लुङ् लकारकर्मणि भावे अद्यगीषत किल पाठः अद्यगीषत समीचीनं वा बहुवचनम् अद्यगीषत अस्माभिः किल कर्मणि अद्यगीषत इति चिन्तयामि भिन्नधातुः एव तत्र एकेन सूत्रेण भिन्नभिन्न धातूनां रूपं साधयति सत्यं गै धातुः अस्ति भिन्न अर्थः अस्ति इति ईङ् इति ईङिरध्ययने तत्रापि अस्य प्रसक्तिः अत्र अत्र दे स्टडीड् इति भवति अध्यगीषत पुट् धातोः अर्थः तु भिन्नः टु बि क्रूप्ड् इति अर्थः अस्तु पश्यामः अस्तु अरुणा भगिनी एव पठितवती किल अतः पुट् धातुः रूपाणि साधयामः वा भगिनि आं भगिनि खुट् इति खुट् इति अजन्तदातुः अस्ति कुटादयः गान्तर्गणः अस्ति प्रथमम् अखु योगः इ भगिनि अनित् अस्ति कुदातु अनित् एव भगिनि युरुणु एव अत्र कु इस् नाट् देर् कुट् न अत्र उक्तं किल गुटादि हलन्तदातवः सर्वे सेटः इति कुट् कु इति उकारान्त नास्ति खलु कुट् इति अस्ति खलु तादृशं कुट् नास्ति कुट् एव उपादायम् अस्ति खलु उकार कः भ्रमः भगिनी न अवगतं भवत्याः प्रश्नः प्रायः तत्र उदन्त उदन्त धातुः अस्ति चेत् तत्र केचन न हलन्तदातुः एव किल हा हलन्तदातुः पुटादि हलन्तदातवः सर्वे सेटः कुट् एव तत्र रूपं परिशील्य कुट् कुट् इति यदुपदातवः कटादयः कुटादयः इति अन्तर्गणः अस्ति सूत्रं कोऽपि नास्ति भिन्न निच् प्रत्यय भिन्नप्रत्ययः अस्ति एतेव काङ्कुटादिभ्यो भवति अत्र प्रथमम् अकुट् योगः इ अकुट्टि भवति अकोटि भवति सत्यम् अकोटि इति भवति चिण् इति णित् प्रत्ययः णित् णित् णित् भिन्नप्रत्ययः एव णित्वत् भवति सत्यं भगिनि अग्रे सेट् अस्ति कृत्वा ईशातान् ईशाता दातवः प्रत्ययः अकुट् अत्रापि इकार अस्ति गुणनिर्देशः निषेधं न भवति लिङ्क् सिचि वा आत्मनेपदेषु तेन अत्र उकार अस्ति उपदावर्ण अतः गुणनिषेधः नादि अकुटिशताम् अकुटिशाताम् अनेन सूत्रेण एव भवति गाङ्कुटादिभ्यो ङित् नित् इति सूत्रेण कुटादिधातुः ङित् णित् भिन्नप्रत्ययः किल इडागमः अस्ति अतः ङित्वं ङित्वत् भवति यदा ङित्वत् तत्र गुणनिषेधः किल ङिति च नूतनसूत्रेण भवति स्म खलु तत्र पूर्वतनसूत्रेण गुणः तदेव यः अपवादः बाधितं गुटादिगणः इति कृत्वा तत्र लिङ्सिचाम् आत्मनेपदेषु इति इगुपदधातुः तस्य चित्वं प्राप्तुं शक्यते आत्मनेपदेषु प्रत्ययेषु परेषु परन्तु अत्र गाङ्कुटादिभ्यो नित् नित् इति सूत्रेण तद् तस्य अपव 1-2-1, 1-2-11 गाङ्कुटादिभ्यो नित् इति सूत्रेण कुटादिधातुभ्यः इति उक्तत्वा तस्य एव प्रसक्तिः तत्र इकारादिगुणेन गुणनिषेधः एव जलादि अत्र तत्र प्रसक्तिः एव नास्ति खलु नास्ति आं सत्यम् इकारः अस्ति किल गुणः भवितुमर्हति परन्तु तत् न भवति न भवति पुनः न भवति सूत्र जलादि कित् अस्ति चेत् यदा जलादि प्रत्य कित् ङित् अस्ति चेत् वयं वक्तुं शक्नुमः अत्र नीयः सर्वे सेटः अतः आम् अतः प्रायः न आवश्यकं तादृशम् आं सत्यं महोदय आं सत्यं सेटः आं सत्यम् आं भगिनि सम्यक् एव गुणः न आं सम्यक् निषेधः न भवति प्रत्यय इकारः अस्ति चेत् अकुटिशत इति प्रथमपुरुष बहुवचनं अकुटिस्थाः अकुटिशाथं अकुटिद्वम् अत्र इदागम अस्ति इट् अस्ति तदनन्तरं द्वम् अस्ति विभाषा इति भवति भगिनि इणः परः इणः परः इट् तत्र टकारः इण् वर्णः अस्ति वा इति द्रष्टव्यम् इण् सर्वदा पर्णकारः किल लण्ट् अतः टकारः पर्यन्तं नास्ति एकरूपमेव भवति एकमेव रूपम् अकुटद्वम् अकुटिद्वम् अकुटद्वम् अकुटिषि अकुटिषि अकुटिष् अकुटिष्वहि अकुटिष्महि सत्यम् अकुटिष्वहि अकुटिष्महि केवलं तत्र गाङ्कुटादिभ्यो ङित् ङित् इति सूत्रेण तत्र ङित्वत् ङित्वत् भवति इति कारणेन तत्र गुणः न भवति तावदेव इकारः इत्यनेन गुणनिषेधः नास्ति अकुट् योगः इशाताम् इशाताम् इति इडागमस्य इकारः किल तेन नास्ति परन्तु गाङ्कुटादिभ्यो ङित् णित् इत्यनेन तत्र ङित्वत्वम् आरोपितम् इशाताम् इत्यत्र आर्धधातुकप्रत्ययः किल, तत्र सामान्यतया भवति एव गुणः आर्धधातुकप्रत्यये परे पुगन्तलघुपदस्य च इत्यनेन गुणः भवति स्म, परन्तु गाङ्कुटादिभ्यो इति सूत्रेण ङित्वत्वम् आरोपितम्, अतः ङिति च इत्यनेन गुणनिषेधः. अवगतं वा? सम्यक्, धन्यवादः भगिनि. अन्येषां धातूनामपि समानकार्यमेव, कुटादि हलन्तदातवः सर्वे सेटः, अतः अनेन ङित्वत्वम् आरोपितं, गुणनिषेधः भवति, रूपाणि अपि समानानि एव. अतः अग्रे सरामः. उषा भगिनी, ऋतुपदधातुः. आं भगिनि, ऋद् उपदा धातवः. वृष् धातोः वृषु भुवादौ सेट् भवति, रूपाणि परिशीलनीयानि. वृष् सेट् धातुः, प्रत्ययः ई इषाताम् इषत इति भवति, प्रथमपुरुष एकवचनं चिङ्गद्भावः अस्ति. वृष् योगः ई, अवृष् योगः ई, ऋ इति उपदा अस्ति, गुणा भवति. अवर्षि, अवर्षि इति भवति. अनन्तरम् इशाताम् इशत इत्यस्य कृते गुणनिषेधकार्यम् अपि नास्ति. किमर्थम् इति वदति, किमर्थं ऋद् उपदा, ऋद् इति ऋ इति उपदा लिङ्सिचौ आत्मनेपदेषु इति अनेन इग् उपदा अस्ति चेत् जलः लिङ्सिचौ हलन्तात्, ओके, इकः हलन्तात् इति ऋद् इति ऋकारस् ऋ उपदा अस्ति अत्र, हलन्ता अपि अस्ति. जलः जल् लिङ्सिचौ, सिच् प्रत्ययः जल् जल् वर्णः आरम्भवर्णः अस्ति चेत् कित्वद्भावं भवति इति सूत्रं वदति. अत्र इशाताम् इति जल् वर्णः नास्ति, सो लिङ्सिचौ आत्मनेपदेषु इत्यस्य कार्यं नास्ति, गुणनिषेधः नास्ति. अनन्तरं वयं पठितवन्तः कुटादिभ्यः, अत्र एव नास्ति, तत् सूत्रमपि न भवितुम् अर्हति, कार्यं न कार्यं कर्तुं शक्नोति वृष् धातोः कृते. सो इशाताम् इति प्रथमपुरुषाद्विवचनस्य कृते अपि गुणनिषेधः अपि नास्ति, पुगन्तलघुपदस्य च इत्यनेन अवर्ष अवर्षिष् अवर्षि शाताम् इति भवति. देन् अग्रे एवमेव अन्यत्र अपि गुणनिषेधः नास्ति, अवर्षि शत इति प्रथमपुरुष बहुवचनं, मध्यमपुरुष एकवचनम्, इष्टाः प्रत्ययः, अवर्ष अवर्ष् योगः इष्टाः, अवर्षि अवर्षिष्टाः, अवर्षिशाथाम्, अवर्ष अवर्षिद्वम्, अवर्षिद्वम्, अवर्ष अवर्ष इण् अपि नास्ति, इणः परः इट् अपि नास्ति, एवमेव एकमेव रूपं भवति अवर्षिद्वम्. देन् अवर्ष योगः इषि, उत्तमपुरुष एकवचनं, अवर्षिषि अवर्षिष्वहि अवर्षिष्महि. समीचीनं, सम्यक्, समीचीनं, तत्र गुणनिषेधः अपि नास्ति, अतः गुणकार्यं भवति. धन्यवादः भगिनि. विजया भगिनि, अग्रिमं दृष् धातुः विशेषः. आं महोदय, विशेषः दृष् धातोः अनिट्, अत्र दृशिर्भुआदौ अस्ति, अनिट् अस्ति, विकल्पेन चिन्वत् अभावः, चिन्वत् चिन्वत् भावः एव खलु महोदय अत्र सत्यं चिन्वत् भावः विकल्पेन भवति रूपाणि परिशीलनीयानि कुटादि न न तदेव रूपं वदतु कुटादि इति अग्रिमम् अस्ति वृष् धातुः रूपाणि वक्तव्यानि अस्तु अत्र अडागमः सर्वत्र आगच्छति आयोगः दृश्योगः अत्र दृश्योगः इ अस्ति चिन्वत् भावः अतः चिन्वत् भावः भवति एव दृश्यरिति दृश् इति अत्र ऋकारः अस्ति अनन्तरम् अत्र अग्रे जल्वर्णः नास्ति अनन्तरं पुगन्तलघुपदस्य च इत्यनेन अत्र गुणकार्यं भवति वा महोदय भवति एव सत्यम् अतः तत्र अदर्शी इति भवति वा अदर्शी दर्शी इति एकवचने अदर्शी इति एकवचनं भवति अनन्तरम् अनितदातुः इति स्मरतु एतत् अनिट् अस्ति खलु सत्यं परन्तु भवती इदानीं चिन्वत् पक्षे वदति चिन्वत् पक्षे वदति चेत् किं भवति सर्वत्र इडागमस्य चिन्तनं नास्ति एव एकं दीर्घं सूत्रं पठितवन्तः किल स्यासिशु भावकर्मणोः जनग्रहदृशां चिन्वत् इति इच्छ चिन्वत् इट् च इति अतः तत्र चिन्वदपि आरोपितम् इट् इडागमः अपि आरोपितं यत्र यत्र चिन्वद्भावः तत्र तत्र इडागमः अपि भवति अतः तत्र इडागमः भवति एव इडागमस्य चिन्तनं भवति इशाताम् इति अस्ति अत्र दृश् अदर्श् अदर्शिताम् इति भवति खलु महोदय वदतु अदर्श् पुनः अदर्शिताम् अदर्शिशाताम् अदर्शिशाताम् इति भवति अदर्शिशाताम् इति भवति अदर्शिशातम् अस्तु अदर्शिशत अदर्शिशत अदर्शिशत अनन्तरम् इष्टाः इति भवति अत्र अपि अदर्शिष्टाः इति भवति सत्यम् इति भवति अनन्तरम् अत्र अदर्शिसाथाम् इति भवति अदर्शिसाथाम् इति भवति अत्र इडागमः भव एतत् बृहत् सूत्रेण अत्र सर्वत्र इडागमः भवति अनन्तरम् अत्र मध्यमपुरुषे द्वम् अस्ति अत्र इन् अस्ति अतः तत्र विभाषेटः इत्यनेन रूपं द्वयं भवति वा महोदय अदर्श योगः इड्वं शकारः इन् प्रत्याहारे अस्ति वा इति द्रष्टव्यं वदतु इन् प्रत्याहारे नास्ति एव अतः अत्र रूपम् एकमेव रूपम् एकमेव अदर्शि अदर्श अदर्शिश अदर्शिषद्वम् इति भवति अदर्शिद्वम् अदर्शि अदर्शि अदर्शिड् खलु महोदय अदर्शिड् अदर्शिद्वम् अदर्शिद्वम् अदर्शिद्वम् अदर्शिद्वम् अनन्तरम् अदर्शिसि अदर्शिषि अदर्शिषि अदर्शि अदर्शिष्वहि अदर्शिष्महि इति भवति सम्यक् एतत्तु चिन्वद् पक्षे धन्यवादः भगिनि महोदय चिन्वद् अपक्षे वदति वा वदामि दृश् इति तत्र अनिट् अस्ति अतः अनिट् अस्ति अतः तत्र लिङ्सज वा आत्मनेपदेशि इत्यस्य प्रसक्तिः अस्ति उपधायां लघु इक्वल् नास्ति अतः गुणनिषेधः भवति यत्र तत्र जलादि इत्युक्ते तत्र इट् नास्ति इडागमः न भवति चेत् जलादि जलादिसिच् अस्ति तर्हि तत्र अदृश् अदृश्योग इति अस्ति चिन्वत् अस्ति अतः अदर्शि इति रूपम् अदृश्योग साथाम् इति अस्ति, अत्र लिङ्ग्सिच वार्तनेपदेश इत्यनेन तत्र गुणः न भवति, इडागमः न भवति, अनिट् अस्ति इति कृत्वा अदृश्योग साताम् इति अस्ति. अत्र पुरश्च पुरश्च सृजमिजयराजराजचषाम् इत्यनेन शकारस्य शकारः, अनन्तरं षडोकः सि इत्यनेन खलु तत्र षडोकः सि इत्यनेन ककारः अदृक् अदृक् अनन्तरम् अदृक्षाताम्. तर्हि अदृक्ष इति वा अदृक्ष इति भवति तत्र अदृक्ष अदृक्षाताम् अदृक्षत अदृक्ष सोरि अदृश् इदानीम् अदृश्योग स्ताः अत्र जलोजल इत्यस्य कार्यं भवति अदृश्योग ताः इति तत्र सकारस्य लोपः भवति अदृश्योग ताः तत्रापि इडा क्षम्यतां तत्र उपदा गुणः न भवति अदृश्योग ताः अदृक् अदृक् इति अदृश्योग ताः इदानीं षकारः थकार अदृष्टाः इति भवति खलु. सत्यं तत्र षडोकहसि न भवति वा तद् परिशीलयतु. सकारलोपः खलु अदृश्योगः स्ताः तत्र व्रश्च व्रश्च जल् व्रश्च क्षम्यतां व्रश्च व्रश्च इति अस्ति षकार अस्ति षकारः सकारः तकारः अस्ति अत्र जलोजलि इति भवति वा एकवारं तत्र सूत्रसङ्ख्या जलोजलि पश्यतु षडोकहसि इति सूत्रसङ्ख्या पश्यतु षडो षडोकहसि इति तृतीयपादे अस्ति खलु जलोजलि इति द्वितीयपादे अस्ति अतः तस्य तत्र तर्हि तत्र एव कार्यं पूर्वं अदृष्टाः इति एव भवति अष्टुत्वं भवति सत्यम् अदृष्टाः अदृक्योग शाताम् अदृक्षाताम् षडोकहसि इत्यपि द्वितीयपादे एव भवति तृतीयपादे खलु न नो 8241 षडोकहसि षडोकहसि न जानामि जलोजलि इस् प्रीवियस् सूत्रं भगिनि 8226 सो जलोजलि एतदपि द्वितीयपादे अस्ति वा द्वयोः सूत्रयोः द्वितीयपादे एव अस्ति जलोजलि इति 8226 दिस् इस् 8241 तद् पूर्वम् अस्ति महोदय जलोजलि इति पूर्वम् अस्ति न न व्रश्च व्रश्च अदृष्टाः 8236 व्रश्च व्रश्च अनन्तरमेव अस्य कार्यम् अदृश्योग साताम् इति अस्ति तत्रापि अदृश्य इति तत्र षत्वम् अदृश्योग साताम् अनन्तरं तत्र षडोकः अस्ति अदृक् अदृक्षाताम् इति भवति अदृक्षाताम् अदृश्योगद्वम् इति अस्ति अत्र षकार अदृश्योगद्वम् अस्तु इदानीं किम् अस्ति अदृश्योगद्वं षकारः धकार अस्ति तत्र धकार अस्ति अत्र ध्वम् इति भवति तत्र अदृश्योगद्वम् अदृ अनन्तरं तत्र अदृढ्वम् इति भवति अदृढ्वम् इति भ्रश्च भ्रश्च इत्यनेन षत्वम् अनन्तरं ष्टुनाष्टुः इत्यनेन तत्र दकारस्य डकारः अदृश्योगः अनन्तरं अदृश्योग सि इति तत्र अदृक्षि इति भवति अदृक्षि अदृक्ष्वहि अदृक्ष्महि इति सत्यमस्ति अदर्शि अदृक्षाताम् अदृक्षत अदृष्टाः अदृक्षाताम् अदृढ्वम् अदृक्षि अदृक्ष्वहि अदृक्ष्महि इति सत्यं त्रिपादिकार्याणि एव अस्माभिः रूपाणि अदृक्ष्महि आम् अस्माभिः रूपाणि अदृक्ष्महि एव अस्माभिः रूपाणि अदृक्षत तदेव अभवत् सत्यं धन्यवादः महोदय. अरुणा भगिनी इदानीं पुटादि कृड् धातुः अयमपि सेट् हुटादिः क्रिड् इति धातुः अयमपि सेट् कुटादिहलन्तदातवः सर्वे सेट् किल अतः तदपि सेट् परन्तु कुटादिगणे अस्ति क्रिड् क्रिड् ऋकारः उपादायां ध्वनि अस्ति वा भगिनि आम् आं भगिनि बेक्ग्रौण्ड् नाय्स् अस्ति वा किञ्चित् अहं म्यूट् मध्ये भवामि भवती वदतु क्रुड् योगः अक्रुड् अक्रुड् पदं पश्य पदमं भवति क्रुड् अत्र लिङ्ग् सिचि चौ अनेपदे सूत्रेण कित् भवति सेट् अस्ति न कुटादिगणदातवः कुटादिगणे अस्ति अग्रिमं सूत्रं किल गाङ्कुटादिभ्यो कुटायोगः एकवचनं कार्ति भवति भगिनि भवति समीचीनं भगिनि वदतु कर् भवति गुणः अकर्डि सत्यम् एकवचने अकर्डि सत्यम् अग्रे अकृयोगः इषताम् सेट् अस्ति कारणात् इषताम् इषाताम् केवलं वर्णमेलनम् तदेव काङ्कुटादिभ्यो इति सूत्रेण ङित्वत् भवति किल आम् तद् पूर्वम् इदानीं कुटादिगणे पठितवती किल तदेव तदेव क्रिड् क्रिड् इति भवति अक्रिडिशाताम् अक्रिडिशथ कृ कुट् न क्रिड् अक्रिडष्टाः अकृष्टाथ मध्यमपुरुषे एकवचनम् अक्रिटि अक्रिटिध्वम् अक्रिटिध्वम् इति भवति क्रिट् किल आमां क्रिड् क्रिड् क्रिट् नास्ति क्रिड् ढ अक्रिडिध्वम् इति भवति न एकवचनम् एकवचनम् एकवचनः एव किल अक्रिटिष्टाः अक्रिडिष्टाः अकृदिष्टाः आमामां लिखितं महोदय आं भगिनि समापयतु तत्र किं भवति बहु उत्तमपुरुषे किञ्चित् सङ्क्लिष्टर् अस्ति अक्रिड् इति समीचीनं सम्यक् तावदेव अत्र उषा भगिनी अग्रिमं भ्रञ्ज् इति धातुः. तत्र किमपि तत्र धातु ऋदुपददातवः इति धातुत्रयं दृष्टं. तत्र सेटः एकं अन्तिमं तु कुटादिगणे आसीत्, अतः गाङ्कुटादिभ्यः. दृष् धातुः तु चिन्वत्पक्षः अपक्षः इति चिन्तनं स्यासिच् इत्यनेन. तत्रापि चिन्वद् अपक्षे तु लिङ्स् चाम् इत्यनेन तत्रापि गुणनिषेधः. वृष् धातुः रूपाणि तु सेट्. समीचीनं वा? आं भगिनि. आं, भञ्ज् धातुः. भञ्ज् धातुः भञ्जेश्च चिनि. भञ्ज् धातोः विकल्पेन नकारलोपः भवति छिणि परे. भञ्जेः षष्ट्यन्तं, च अव्ययपदं, छिणि सप्तमीयन्तं, त्रिपदमिदं सूत्रम्. जान्तनशां विभाषा इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः. श्नान् नलोपः इत्यस्मात् नलोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. भञ्जेः च अङ्गस्य न लोपः चिणि विभाषा. विभाषा इत्यस्य नकारलोपः भवति चिण् परे. भञ्ज् धातोः विकल्पेन, विकल्पेन नकारलोपः भवति. सो नकारलोपः अपि भवति, नकारलोपं न भूत्वा अपि रूपं भवति. रूपद्वयं सर्वत्र. भञ्जेः च अङ्गस्य नलोपः चिणि विभाषा. ओके, चिण् परः नलोपः अपि च नलोपः नास्ति. ओके, वदतु भगिनी रूपाणि. भञ्ज् रुदादौ अनिट् अनिट् भवति. अनिट् इत्यस्य ई सातां सत स्थाः सातां द्वम्. ओके, ई चिण्वद्भावः अस्ति. प्रथमं नलोपः इति भवति चेत् नलोपः रूपं भवति. सो भञ्ज् योगः ई, भञ्जेश्च चिणि इत्यनेन नलोपः कृतः चेत् भञ्ज् भज् भज् योगः इ इति भवति. अभज् योगः चिण्वत् इत्यनेन इ भवति. भज् अभज् भज् हलन्तदातु उपदा अपि इग् नास्ति, गुणः अपि नास्ति, वृद्धिः अपि नास्ति. अभज् योगः किमर्थं नास्ति? अकारा अजन्तधातु नास्ति. भज् भज् नकारलोप अनन्तरम् अद् उपदा अस्ति. ओ, अद उप अत् अत उपदायाः इत्यनेन उपदा वृद्धिः भवति. चिन्वद्भावः अस्तु भगिनि, चिन्वद्भावः अस्ति चेत् देन् नलोप अनन्तरं अत उपदायाः इत्यनेन अभाज् अभाज् अभाज् योगः इ अभाजि इति भवति. साक्षात् चिन्न चिन्वत् नास्ति, चिन्नेव. क्षम्यताम्, अभाजि. देन् अभज् योगः साताम्. अत्र तत्र इतोपि एकरूपम् अस्ति किल, केवलं चिनि परे एव रूपद्वयम्. अतः अग्रिम सो भञ्ज् नकारलोपः नास्ति चेत् अ भाञ्जी. किमर्थं तत्र दीर्घत्वं न लोपः न भवति किल? ओ, उपदा उपदा इति नकारः सि दृश्यते. सो ञकारः सि दृश्यते, तत्कारणात् अत उपादायः अकारः उपदा नास्ति. आं भगिनि, क्षम्यताम्. अभञ्जि एव भवति. सत्यम्, अभञ्जि अभाजि इति रूपद्वयं चिणि परे एव. चिणि परे एव. अनन्तरम् अन्यत्र चिन्वत् चिण् नास्ति इत्यनेन भञ्जेश्च चिणि इत्यस्य कार्यं नास्ति. सो अभन् अभञ्ज् योगः साताम्. अभञ्ज् योगः सातां जकारः सकारः अबञ्ज् योगः सातां सका सातां कार्यं नास्ति जकारः वाट् हेपन्स् टु द जकार जकारैव ओ प्रथमं कार्यं चोहोकुः चोहोकुः इत्यनेन जकारस्य स्थाने गकार आदेशः गकार आदेशः भवति अबङ्ग ङकार अपि देन् ङकार अपि ङकारः भवति तद् क्रमेण वदतु भगिनि एनिवे सो प्रथमं चोहोकुः चोहोकुः इत्यनेन जकारस्य स्थाने गकारः भवति बञ्ज् गकारः अस्ति अनन्तरं साताम् अस्ति देन् वाट् अदर् कार्यम् अस्ति एका चोभशोभो जलां जशोन्ते जलां जशोन्ते जल् झल् अस्ति जल् अस्ति इत्यस्य कृते जश् भवति जश् इति तृतीयवर्ण वि हेव् द तृतीयवर्ण सो अ बञ्ज् ग देन् अतः पञ्चमवर्णं कथम् आदेशं कृतवती ङकारस्य स्थाने तत्र क्रमः आवश्यकः किल ङकारः डाक्टर्स् भय्य सोहश्चुनाश्युः खलु सोहश्चुनाश्युः इत्यनेन भवति वा सोहश्चुनाश्युः ओ दन्त्यर्ण दन्त्यवर्ण नास्ति अत्र सो सोहश्चुनाश्युः कार्यमपि नास्ति then how does the nyaka the ngakara with the gakara doesn't sound right so it should become ngakara by samsutra bhagini samsutra nasti bhagini bahuvachana padantha oh it should be like when I wake you up from the sleep also you should be able to tell me the sutra like that we have done this oh my god vadatu bhagini bhavati janati eva vadatu सो ङकारस्य नः च अपदान्तस्य झलि झलि अस्ति सो नकारः अनुस्वारः भवति अन्देन् अनुस्वारस्य ययि परसवर्णः इत्यनेन ङकारः भवति तत्तु अन्तिमकार्यमेव किल अनुस्वार चतुर्थपादे अस्ति तस्मात् पूर्वं किं कार्यं जलां झकारः सकारः सकारः कर्वर्णः वा सकारः सकारः कर्वर्णः अस्ति कर्वर्णः अस्ति चेत् परे करि करि च इत्यनेन छर्त्वं भवति छर्त्वं भवति इत्यनेन गकारस्य स्थाने अनन्त जकारः आगच्छति प्रथमवर्ण ककारः भवति सत्यम् अनन्तरम् आम् सो देन् अनुस्वारस्य ययि परसवर्णः इत्यनेन इतोपि एकं कार्यम् अस्ति तस्मात् अनन्तरम् अन्तिमं कार्यमेव अनुस्वारस्य ययि परसवर्णः ककारः सकारः भगिनि छत्वम् इस् ए त्री खलु करोतु अनुस्वारस्य ए परसवर्णः 8-4 अस्ति किल 8-4 बट् भगिनि वि वेण्ट् टु करीच करीच इस् 8-4 अतः पूर्वमेव इन्कोः इत्यनेन षत्वं कर्तुं शक्यते एव किल कर्तुं शक्यते आं भगिनि शाताम् इति नास्ति शाताम् इति नास्ति शाताम् इति भवति इन्कोः इत्यनेन शाताम् इति भवति सो बकारः अनुस्वारः देन् जकारस्य स्थाने जकारस्य स्थाने गकारः प्रथमं भवति, अनन्तरं चर्त्वं भवति करीच इत्यनेन. सो प्रथमवर्णः भवति, ककारः भवति. सो ककारः देन् कन देन् अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य कृते ययि अस्ति इत्यनेन ङकारः भवति. बङ्ग् बङ्क्षाताम् अभङ्क्षाताम् एवमेव अभङ्क्षत देन् अभङ् स्थाः जलोजली कार्यम् अस्ति वा अभङ्ग् जल् परतः जलि अस्ति पदान्ते जलीपदान्ते अपि अस्ति अभङ्क् अभङ्क्ताः एव भवति सकारलोपः भवति अभङ्क्ताः देन् अभङ्क्षाताम् अभङ्क्षाताम् अभङ्क्षाताम् अभङ्द्वम् अभङ्द्वम् अभङ्ग्द्वं विभाषाटे इति कार्यम् अस्ति वा इणः परः इट् नास्ति इट् नास्ति एकमेव रूपं भवति भगिनि अभङ्ग्द्वं देन् अभङ्क्षि and then abhankshvahi abhankshmahi satyam tavadeva kevalam asmakam tripadi sutrani eva karyam anyatyam api nasti bagini samichinam va madhyam kshay ekavachanam punah abhang yogah staha iti asti tatra asmakam kim karyam prathamam bhavati tatra नश्चापदान्त क्षम्यतां ककारस्य किल अभञ्ज् चोः कुः अभङ्गयोगः स्ताः जलोजलि इत्यनेन तत्र जलोजलि इति सूत्रक्रमं किं प्रथमं जलोजलि भगिनि किल 8:30 चोहुकुः जलोजलि तस्मात् पूर्वम् अस्ति किल अतः जलोजलि एव प्रथमं कार्यं करोति सकारलोपः चोहोकुः तकारः इतोपि अस्ति जल्वर्णः चोहोकुः जलिपदान्ते च किल जलि अस्ति अतः अभङ्ग् योगः स्थाः क्षम्यतां ताः सकारतो लोपः जातः अनन्तरम् अस्माकं इदानीं किम् अभवत् गकारः तकारः इति अस्ति अतः नश्चापदान्तस्य जलि अभवत् चेत् अनुस्वारस्य ययि परसवर्णः अभङ्गरीच किम् उक्तवती खरीच अन्ते प्रायः खरीच गकारस्य ककारः ककारः भवति एकवारम् उषा भगिनी तत्र क्रमेण वदति वा जलोजलि अभञ्ज् योगः स्थाः अभञ्ज् योगः स्थाः इति कृते जकारस् जलोजलि इत्यनेन स्थाः सकारतकारः भवति पदान्ते अपि अस्ति अभञ्ज् जलोजलि इत्यनेन सकारस्य अनन्तरं तकारः झलि अस्ति इत्यनेन सकारलोपः भवति सकारलोपानन्तरं अभञ्जयोगः थाः इति भवति अनन्तरं चोहोकुः इति सूत्रं कार्यं करोति अभञ्ज् जकारस्य स्थाने ककार आदेशः भवति भञ्ज् जकारस्य स्थाने गकार अनन्तरं ताः इति अस्ति ताः इति अनन्तरं खरिच इति न खरिच अनन्तरं अनुस्वारस्य प्रथमं नश्चापदान्तस्य जलि इत्यनेन ङकार ङकारस्य स्थाने अनुस्वारः भवति अभङ्गताः देन् खरिच इत्यनेन गकारस्य स्थाने खकारः भवति अभङ्क्ताः अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य परसवर्णः इत्यनेन ककारस्य पञ्चमवर्णः ङकारः भवति वाट् डस् इट् बिकम् अबङ्क्ताः अबङ्क्ताः तावदेव समीचीनं वा अत्र भगिनी उषा भगिनी जलो जलि इति पदान्ते पदान्ति इति जल् उत्तरस्य पदान्ते जल् उत्तर अधिकारे अस्ति परन्तु जलो जलि पदे खलु अतः तत्र पदान्ते जलि जलि पदे पदान्ते न भवति एव यद्यपि पदस्य अधिकारे अस्ति पदान्ते एव भवति सत्यम् आम् अत्र इतोपि एकः एव धातुः अवशिष्टः तद् प्रायः अग्रिमसप्ताहे समापयामः तत्र किमपि कार्यं नूतनकार्यम् इति किमपि नास्ति चुर् धातुः सेट् धातुः अनन्तरं वयम् आशीर्लिङ्ग् इति पाठः आरम्भं कुर्मः अग्रिमसप्ताहे तत्र पश्यामः कथम् अस्ति इति रूपाणि अस्तु वा ओ अत्र दत्तं नश्चापदान्तस्य जलि चोः कुः अनुस्वारस्य किञ्चित् सूत्रक्रमः एव अनुसरणीयः तावदेव अन्यत् किमपि नास्ति परिचितानि सूत्राणि एव अग्रे चुरादिगणे यस्य निजन्तधातुः तदपि परिचितानि सूत्राणि एव तद् वयं चुर् धातुः साधयित्वा अग्रे अग्रिमपाठं प्रति गच्छामः समीचीनं वा इदानीं स्पष्टमस्ति किल अयं पाठः तदेव तद् यदा आशीर्लिङ्ग् पठामः तत्रापि पुनः नूतनसूत्राणि आगच्छति एव अग्रिममासे यत् इत्युक्ते मे मासस्य अन्ते मम परीक्षा भवति तस्मिन् समये यदा अहं विरामं स्वीकरोमि भवन्तः पुनः पठन्ति अग्रिममासे एव इदानीं नास्ति मे मासस्य अन्ते एव अस्तु समीचीनं भगिनि धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः महोदय धन्यवादः धन्यवादः